ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। हरिः ओम् श्रीगुरुभ्यो नमः। हरिः ओम् धन्यवादः धन्यवादः भगिनी। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र तव्यत् अनियर् प्रत्ययो। तत्र गतवर्गे किञ्चित् अस्माभिः पठितम् आसीत् तत्र तव्यत् इति प्रत्ययस्य विषये। इदानीं तत्र अग्रे तत्र क्षम्यताम् अनियर् अनियर् इति विषये वयं पठितवन्तः। इदानीं तत्र तव्यत् अपि अद्य पठामः। तर्हि तत्र यद् अत्र अस्ति क्रीड् क्रीडनीयम् अथवा तत्र चलनीयं गमनीयम् अस्तु तत्र गमनीयं गन्तव्यं भेरे भगिनि। नमस्कारः भगिनि। नमस्कारः महोदय। एकः प्रश्नः पृच्छामि वा? अनियर् प्रत्यय अपि च तव्यत् प्रत्यय कुत्र कुत्र तस्य उपयोगं कर्तुं शक्नोमि इति न जानामि। हा भगिनि, तत्र नाम यत्र तत्र सरलवाक्यमस्ति एतत् कार्यं मया करणीयम् अस्ति तत्र यत्र आदेशरूपेण भवति आदेशरूपेण तत्र कर्तृ अर्थे तत्र बालकः एतत् कार्यं करोतु तत् कर्तरिरूपमस्ति अथवा एतत् कार्यं बालकः एतत् कार्यं कुर्यात् विधिलिङ्ग् द्वयमपि आदेशरूपेण भवति खलु अर्थः आदेशः खलु। आम् आम् महोदय। हा यत्र तादृशः अस्ति आदेशः अथवा हेस् टु बि डन् आदेशरूपेण अथवा अन्यरूपेण किन्तु यत्र तत् विकल्पः नास्ति तत्र तत्र उदाहरणार्थं तत्र बालकः एतत् कार्यं करोतु तत्र किं वदामः बालकेन एतत् कार्यं करणीयम् बालकः एतत् कार्यं करोतु बालकेन एतत् कार्यं करणीयम् इति कर्तव्यम् अपि समानार्थकः करणीयं कर्तव्यम् अर्थभेदः नास्ति तत्र। अतः यद् मनसि अग्रे आगच्छति तस्य उपयोगं वयं कर्तुं शक्नुमः। अस्तु महोदय। अस्तु यदि तव्यत् मनसि स्थापितमस्ति चेत् तस्य प्रयोगं करोतु। न तव्यत् न आगच्छति अनियर् एव आगच्छति अनियर् तस्य प्रयोगं करोतु। अस्तु। अतः तत्र अर्थभेदः नास्ति। रूपभेदः किञ्चित् अस्ति नाम तत्र कथं तस्य रूपः रूपं भवति इति तत्र नियमः अस्मिन् विषये कश्चन भेदः वर्तते किन्तु अर्थभेदः नास्ति। अस्तु अस्तु। अत्र बालकः एतत् कार्यं करोतु बालकेन एतत् कार्यं करणीयम् अथवा त्वम् एतत् कार्यं कुरु मया एतत् कार्यं करणीयम् अस्तु इति भवति। अस्तु तर्हि तत्र वयं गतवर्गे यत् पठितवन्तः तत्र अनियर् तव्यत् तत्र तदुपयुज्य तत्र तत्र प्रायशः एतत् पठामः तत्र हर्षितभगिनी नमस्कारः। सुजाताभगिनी नमस्कारः। निवेदिताभगिनी नमस्कारः। नरेश तत्र नमस्कारः इति वदामि साधारणतया क्षम्यतां तत्र ध्वनिः इति विषये मम मनः अन्यत्र आगतम् गतमासीत्। अस्तु तर्हि तत्र हर्षदभगिनी भवती तत्र पेज् 153 मध्ये तत्र उदाहरणवाक्यानि दत्तानि सन्ति तत्र प्रथमं पठतु. आम् अनियर् प्रत्ययान्त तव्यत् प्रत्ययान्त च विशेषणं भवति अतः तत् विशेषणविशेष्ययोः सामान्यं नियमम् अनुसृत्य विशेषस्य लिङ्गं विभक्तिं वचनं च अनुसरति उदाहरणार्थ लिङ्गं यथा छात्रेण पाठः पठनीयः पठितव्यः पुल्लिङ्गं पत्रिका पठनीया पठितव्या स्त्रीलिङ्गं पुस्तकं पठनीयं पठितव्यं नपुंसकलिङ्गम् तत्र किमस्ति किञ्चित् वदतु तर्हि तत्र तव्यत् अन्यर् कृदन्त फार्म्स् स्तः ते विशेषणविशेषभावानुसारानुसार चलति भाव कर्मणि तथा भावे प्रयोगे यथा कर्मस्य लिङ्गं तथा वचनं तथा विभक्ति तथा एव तव्यत् तथा कर्मण क्षम्यतां कर्मणः लिङ्गं विभक्ति तथा वचनं यथा अस्ति तथा एव तव्यत् तथा अन्यर् प्रत्ययान्तशब्दस्य लिङ्गं विभक्ति तथा वचनं भवति. समीचीनं हा समीचीनम् अतः तत्र छात्रेण पाठः पठनीयः इति वाक्यं स्वीकुर्मः तत्र कर्तृपदं कर्मपदं किम् इति वदतु छात्रः इति कर्ता छात्रेण पाठः इति कर्म कर्मणि प्रयोगे अस्ति अतः कर्म प्रथमाविभक्त्यन्त अस्ति. समीचीनम् इदानीं पठनीयः इति अस्ति पठनीयः इति पदस्य विभक्तिः का प्रथमा पुल्लिङ्ग एकवचनं तस्य प्रातिपदिकं पठनीय किमर्थं पाठः इति प्रथमाविभक्त्यन्त अस्ति पुल्लिङ्गे एकवचने अतः समीचीनं नाम तत्र विशेषणं भवति वाक्ये कर्मपदस्य विशेषणं भवति अत्र आम् आम् पाठः इति कर्मपदं तस्य विशेषणं भवति अस्मिन् प्रयोगे अतः छात्रेण पाठः पठनीयः इति अस्ति तत्र पाठः इति स्थाने पाठाः इति भवन्ति चेत् तत्र रूपं पठनीयाः छात्रेण पाठाः पठनीयाः पठितव्यः इति तस्य पठितव्याः पठितव्याः बहुवचनं भवति. समीचीनं द्विवचने छात्रेण पाठौ पठनीयौ अथवा छात्रेण पाठौ पठितव्यौ इति भवति. हा समीचीनं भगिनि हा उत्तमम् अस्तु अग्रे सुजाता भगिनी अग्रे तत्र पत्रिका पठनीया इति अस्ति तत्र भवती एकवारं वदतु तत्र विशेषणं किं विशेष्यं किम् इति तत्र पत्रिका विशेषमस्ति पठनीया विशेषणमस्ति विशेषणमस्ति समीचीनं हा इदानीं तत्र छात्रेण पत्रिका पठनीया इति अस्ति तत्र द्विवचनरूपं वदतु तत्र पत्रिका इति स्थाने द्विवचनं किमस्ति छात्रेण पत्रिके पठनीये तथा पठितव्या इति अपि तादृशं वदतु छात्रेण पत्रिके पठनीया पठनीये इति उक्तवती पठनीये पठनीये क्षम्यतां महोदय पठनीय तत्र पठितव्या इति स्थाने किं भवति पठितव्ये भवति हा छात्रेण पत्रिके पठितव्ये इदानीं बहुवचने बहुवचनं छात्रेण पत्रिकाः पठनीयाः पठितव्याः हा छात्रेण पत्रिकाः पठितव्याः समीचीनं अस्तु समीचीनं भगिनि अस्तु अग्रे इदानीं तत्र छात्रेण पुस्तकं पठनीयम् इति अस्ति तत्र विशेषणं किं विशेष्यं किं तत्र अहं छात्रेण न न निवेदिता भगिनि निवेदिता भगिनि क्षम्यतां भगिनि निवेदिता भगिनि नमस्कार महोदय छात्रेण पुस्तकं पठनीयम् इति वाक्यं तत्र विशेष्यं किं छात्रकर्ता अस्ति पुस्तकम् इति कर्मपदमस्ति विशेष्य अस्ति पठितव्यम् इति विशेषणमस्ति विशेषणमस्ति समीचीनम् इदानीं तत्र द्विवचने बहुवचने अपि रूपाणि वदतु एकवारं छात्रेण पुस्तकं पठनीयं छात्रेण पुस्तके पठनीये छात्रेण पुस्तकानि पठनीयानि हा समीचीनं तथैव तत्र तव्यत् इत्यस्यपि पठितव्यम् इति छात्रेण पुस्तकं पठितव्यत् छात्रेण पठितव्यं पठितव्यं पठितव्यं सारि सारि पठितव्य तव्यं सारि पठितव्यं छात्रेण पुस्तके पठितव्ये छात्रेण पुस्तकानि पठितव्यानि हा इति अस्तु समीचीनं हा अस्तु अग्रे नरेश महोदय इदानीं तत्र वचनं तथा वचनं यथा इति महोदय वचनं यथा कविना काव्यं लेखनीयम् अत्र काव्यम् एकवचनं कविना काव्यं विशेष्य अस्ति लेखनीयं विशेषणम् अस्ति समीचीनं कविना काव्यं लेखनीयं कविना काव्ये लेखनीये कविना काव्यानि लेखनीयानि हा इति अस्ति समीचीनं लेखितव्यं कविना काव्यं लेखितव्यं कविना काव्ये लेखितव्ये कविना काव्यानि लेखितव्यानि समीचीनं महोदय तत्र विषयः कः अत्र तु एकवचनमस्ति नपुंसकलिङ्गे अस्ति किं पदं अस्ति किं पदम् एकवचने नपुंसकलिङ्गे अस्ति काव्यं हा इति समीचीनम् अतः काव्यं नपुंसकलिङ्गे एकवचने अस्ति इति कृत्वा विशेषणमपि एकवचने नपुंसकलिङ्गे अस्ति समीचीनं हा अतः तत्र कविना काव्यं लेखनीयं लेखितव्यम् इति भवति अस्तु हा तत्र तथैव तत्र अन्यत् किमपि स्वीकुर्मः तत्र हा यदि तत्र ज्ञानं वर्धनीयम् अथवा तत्र काव्यमिति स्थाने अन्यत् किमपि स्थापयामः तत्र ग्रन्थः न ग्रन्थं नास्ति तत्तु नपुंसकलिङ्गे पत्रिका पत्रिका लेखन पत्रिका इति अस्ति चेत् किं भवति पत्रिका कविना पत्रिका लेखनीय लेखनीया हा द्विवचने द्विवचने कविना पत्रिके लेख लेखनीये कविना पत्रिकाः लेखनीयाः इति भवति समीचीनं हा इति भवति अस्तु समीचीनं धन्यवादः महोदय अस्तु अग्रे निवेदा भगिनि अग्रे विभक्ति इदानीं विभक्ति यथा त्वया करणीयं कर्तव्यं कार्यम् एतत् त्वया करणीयं कर्तव्यं कार्यम् एतत् प्रथमा विभक्ति तत्र कार्यम् इति विशेषम् अस्ति तस्य विशेषणम् अस्ति अनियप्रत्यये करणीयं तव्यत् प्रत्यये कर्तव्यम् इति उत्तमा विभक्ति विशेषणं विशेषस्य विभक्ति अनुसरति तदेव कार्यम् इति प्रथमा विभक्ति अस्ति तदेव करणीयं कर्तव्यम् इति अपि च नपुंसकलिङ्गे अस्ति तदेव करणीयं कर्तव्यम् इति प्रथमाविभक्तिरूपम् अस्ति विशेषणस्य. इदानीं तत्र एतत् कार्यं करणीयम् अस्ति, तत्र अन्यत् किमपि तत्र स्थापयामः, तत्र करणीयः, तत्र तत्र करणीयं साधारणतया कार्यम् इति एव भवति खलु, नपुंसकलिङ्गे एवं भवति. अस्तु, अन्यत् किं तत्र यथा पूर्वं दृष्टवन्तः तत्र छात्रेण पाठः पठनीयः, तत्र विभक्ति का? पाठः पठनीयः प्रथमा विभक्ति. अस्तु, तत्र पत्रिका पठनीया, तदपि प्रथमा एव. पुस्तकं पठनीयम् अपि प्रथमा. हा, अत्र अतः पूर्वं यत् यानि वाक्यानि सन्ति सर्वत्र सर्वेषु वाक्येषु तत्र प्रथमविभक्तिरूपमेव पश्यामः. इदानीं किन्तु सर्वदा प्रथमाविभक्ति एव भवेत् इति कोऽपि नियमः नास्ति, अतः इदानीं तत्र वयम् अग्रे पश्यामः तत्र द्वितीया विभक्ति अन्यानि विभक्तिरूपाणि अपि भवितुम् अर्हन्ति इति. द्वितीयविभक्तिरूपं करोतु तर्हि. द्वितीयविभक्तिरूपमस्ति त्वया करणीयं कर्तव्यं कार्यं शीघ्रं कुरु. तत्र कार्यम् अपि च तत्रापि कार्यं द्वितीया विभक्ति नपुंसकलिङ्गे अस्ति तदेव द्वितीया विभक्ति एव अपि कार्यमेव भवति. कार्यं करणीयं कर्तव्यम् इति तस्य द्वितीया विभक्ति रूपमस्ति. अनियर् तव्यत् प्रत्यय अपि करणीयं कर्तव्यं कार्यम् भावम् अस्ति तदेव. इदानीम् एतत् स्वीकुर्मः, तत्र त्वया प्रथमविभक्तिरूपं भवती पठितवती, तत्र त्वया कर्तव्यं कार्यम् एतत् इति, तत्र त्वया इति त्यजामः प्रथमतया एकनिमेषः, तत्र कर्तव्यमपि त्यजामः, तत्र कार्यम् एतत्, तदनन्तरं तत्र यदि क्रियापदं भवति चेत् किं क्रियापदं भवति तत्र? एतत् कार्यम् एतत् कार्यं पूरयन्तु. न न न, साधारण तत्र किमपि नास्ति, कोऽपि अर्थः के सरल सरल अति अति अति सरलक्रियापदं स्थापि यदि भवती चिन्तयति. एतत् कार्यं करोतु. न न न, एतत् कार्यं करोति तस्य अपेक्षा. यदि क्रियापदं न वाक्ये नास्ति चेत् किं क्रियापदं स्थापयामः साधारणतया? साधारणतया क्रूधातुतः अस्ति खलु. ओ अच्छा अच्छा, ओके ओके. एतत् कार्यमस्ति. रामः उत्तमः वाक्यं किं क्रियापदं तत्र? एक पुनः पुनः वदतु महोदय. रामः उत्तमः. रामः उत्तमः अस्ति खलु. एतत् कार्यम् अस्ति. अस्ति कार्यम् एतत् अस्ति. आम्, तत्र अस्ति इति अकर्मकः धातुः खलु, अस्ति क्रियापदम् अकर्मकः. तर्हि तत्र अस्मिन् वाक्ये तत्र किं भवति कार्यम् इति, तत्र कर्तृपदं वा कर्मपदं वा? कार्यं कर्मपदम्. किन्तु अस् धातुः कर्मकः. ओ अस् धातु कर्मकः तु तद् अतः तत्र किं चिन्तनीयम् अत्र, यदि अस्मा अस्ति इति स्थापयामः इदानीं कर्मणि प्रयोगः अर्थः एव अस्ति, किन्तु अन्यरीत्या तस्य चिन्तनं करणीयम् अस्ति, नाम एतत् कार्यम् अस्ति. एतत् कार्यं भवति इति रूपं साधु वा भवति अकर्मकः एव भूधातुः. अतः चिन्ता मास्तु, अस्ति भवति समानम् अस्मिन् प्रसङ्गे, अतः तत्र अस्ति अकर्मकः, अतः कार्यम् अस्ति, एतत् कार्यम् अस्ति. एतत् कार्यं कीदृशमस्ति? त्वया कर्तव्यं कार्यम् एतदस्ति. त्वया कर्तव्यं कार्यम् एतत् अस्ति. कार्यम् अस्ति, एतत् कार्यम् अस्ति. एतत् कार्यं कीदृशम् अस्ति? कर्तव्यमस्ति एतत् कार्यं, विशेषणं खलु? आम् आम्. कर्तव्यम् इति विशेषणं, भवती एव उक्तवती. अतः कार्यं कीदृशं? कर्तव्यं कार्यम् अस्ति. केन कर्तव्यम् अस्ति एतत् कार्यं? त्वया. त्वया अस्तु. इदानीं समीचीनं वा? इदानीं तत्र त्वया कर्तव्यं कार्यम् एतद् अस्ति. अत्र एतत् सर्वं मिलित्वा यदि भवती इदानीं तत्र वदति, तत्र कर्मपदं किं, कर्तृपदं किम् इति अस्मिन् वाक्ये किमस्ति? त्वया कर्तव्यं कार्यम् एतद् अस्ति इति वाक्ये कर्तृपदं किं, कर्मपदं किम् इति वदति? तत्र भवान् उक्तवान् अस्तातु अस्ति इति अकर्मकः. तद् किं त्वया कर्तव्यं कार्यम् एतत् अस्ति इति तत्र तस्य उपयोगं कर्तुं शक्यते. तत्र अत्र कर्मपदं किम् अस्ति? क्रियापदम् अस्ति इति क्रियापदं. कर्मपदम् एतत् कार्यं वा? किन्तु अस्धातुः अकर्मकः. आम्. हा, अतः एतत् कार्यं किं भवति? कर्मपदं नास्ति, किन्तु कर्तृपदम् अस्ति इदानीम्. ओ, एतत् कार्यम् इति कर्तृपदं वा? हा, अस्तु. यतोहि कार्यम् अस्ति इति एव तत्र ततः आरम्भं कुर्मः खलु. कार्यमस्ति कर्मपदम् कर्तृपदं कार्यम् अस्ति. रामः अस्ति, पुस्तकम् अस्ति, बालिका अस्ति, कार्यम् कार्यमपि अस्ति. एतत् कार्यम् अस्ति. एषः बालकः अस्ति, एतत् कार्यम् अस्ति. एतत् कार्यं कीदृशं? करणीयं कार्यं. करणीयं कार्यम् अस्ति. उत्तमः बालकः अस्ति, एतत् कार्यं करणीयम् अस्ति. करणीयं कार्यम् अस्ति. इदानीं तृतीया विभक्ति रूपं, केन माध्यमेन अथवा केन करणीयम् इति. त्वया करणीयम्. समीचीनं वा? अस्मिन् विषये कोऽपि प्रश्नः वा? अस्य वाक्यस्य अर्थः अस्माभिः अवगन्तव्यः अस्ति, नो चेत् तत्र द्वितीया विभक्ति तृतीया विभक्ति अन्त वाक्यस्य परिशीलनं तत्र किञ्चित् क्लेशः भवति नो चेत्. अस्तु, इदानीम् अस्तु, समीचीनं भगिनि. इदानीम् अन्य कोऽपि तत्र, इदानीं शुभा भगिनि, इदानीं तत्र द्वितीयविभक्तिवाक्यं पठतु भगिनि पुनः. हा, करणीयम् अथवा कर्तव्यं कार्यं शीघ्रं कुरु. त्वया लोट्लकारे कुरु इति मध्यमपुरुषे. त्वया, त्वया करणीयं कार्यं शीघ्रं कुरु. त्वया कर्तव्यं कार्यं शीघ्रं कुरु. हा, इति वाक्यमस्ति. अस्तु, तत्र क्रियापदं किम् अस्ति? कुरु इति क्रियापदम् अस्ति. क्रियापदम् अस्ति, समीचीनं. हा, कर्मपदं किम् अस्ति? तत्र तु कृ इति धातुः तत्र सकर्मकधातुः, अतः कार्यम् इति तत्र द्वितीयविभक्तौ भवति. हा, इति विषयः. हा, समीचीनम्. अतः तत्र कार्यम् इति द्वितीयविभक्त्यन्तपदम् अस्ति. कर्तव्यमिति तस्य विभक्ति? तस्य विभक्ति कार्यम् इत्यस्य, अतः तत्र किं वचनं लिङ्गं विभक्ति अनुसरति इति कृत्वा द्वितीय एव भवति. तत्र द्वितीय एव भवति, समीचीनं. हा, इदानीं कर्तृपदं किम्? कर्तृ अस्तु, तत्र त्वया इति तृतीया अस्ति, कर्तृ न भवति. करणीयं कार्यं शीघ्रं कुरु इति त्वया, त्वया इति क्षमतां कर्ता एव. त्वया करणीयं कार्यं शीघ्रं कुरु. कार्यं कर्मपदं भवति. भगिनि एकनिमिष, तत्र त्वया इति आरम्भे त्यजतु, नो चेत् क्लेशः भवति. केवलं तत्र करणीयं कार्यं शीघ्रं कुरु इति स्वीकरोतु. हा अस्तु अस्तु, करणीयं कार्यं शीघ्रं कुरु इति एव स्वीकरोतु. कुरु इति, कुरु इति क्रियापदं, त्वम् इति भवति तत्र. कुरु इति मध्यमपुरुषे एकवचने, कर्तरिप्रयोगे कर्मणि नास्ति इति वार्ता. अस्तु, इदानीं लघुवाक्यं किञ्चित् तत्र अहं प्रथमाविभक्तेः तत्र परिशीलनं यदि कारितवान् नो चेत् तत्र अत्र क्लेशः भवति. अतः इदानीं त्वया कुर्मः भगिनि, अत्र त्वं कुरु इति आरभ्य एकमेकं स्थापयतु वाक्ये. त्वं कुरु, त्वं कुरु, त्वं शीघ्रं कुरु, न न, त्वं कार्यं कुरु, कार्यं शीघ्रं कुरु, त्वं कर्तव्यं कार्यं शीघ्रं कुरु, अथवा त्वं करणीयं कार्यं शीघ्रं कुरु. हा, इदानीम् अन्ते तत्र केन कर्तव्यं कार्यम् इति अन्ते यदि स्थापयामः, त्वं, त्वया कर्तव्यं कार्यम्. अस्तु अस्तु, आं महोदय, त्वं त्वया कर्तव्यं कार्यं शीघ्रं कुरु. अस्तु अस्तु, तत्र त्वम् इति कर्तृपदं, किन्तु तत्र त्वया करणीयं कार्यम् इति तत् सर्वम् एकत्र एव भवति. त्वया करणीयं कार्यम् अथवा मया करणीयं कार्यम्, कार्यं कीदृशम् इति विवरणे एतत् सर्वम् अन्तर्भूतः भवति. सत्यम्, अवगतं महोदय. हा, नो चेत् तत्र वयं किं चिन्तयामः, तत्र त्वया, त्वया अस्ति अतः कर्मणि प्रयोगः, कर्मणि प्रयोगः, एतदेव कर्तृपदम्, एतदेव कर्तृपदम् इति चिन्तयामः, किन्तु पूर्णवाक्ये अन्यत् किमपि कर्तृपदं भवति, नूतनक्रियापदमपि आगतम् अस्ति, अतः तत्र व्याकरणरीत्या परिशीलनं तत्र किञ्चित् भिन्नः, परिशीलनं किञ्चित् भिन्नं भवति. वदतु भगिनि, अत्र अत्र करणीयस्य कार्यस्य साधनं त्वया इति भवति. सत्यं भगिनि, तथैव तथैव चिन्तनीयमस्ति. यद्यपि तत्र लघुवाक्यं केवलं तत्र अनियर्तव्यप्रयोगस्य तत्र प्रयोगस्य अर्थः कः इति तस्मिन् सन्दर्भे वयं चिन्तयामः कर्मणि प्रयोगः इव भवति इति, यतोहि कर्तृपदस्य तृतीयाविभक्त्यन्तं, कर्मपदस्य प्रथमाविभक्त्यन्तम् एतत् सर्वं भवति लघु, केवलं प्रयोगस्य लघुवाक्ये. किन्तु यदि एषः लघुभागः अन्यस्मिन् वाक्ये भवति तदा तत्र एतस्य महत्त्वं किञ्चित् न्यूनं भवति. अन्यत् यत् साक्षात् क्रियापदम् अस्ति तस्मात् आरभ्य तत्र परिशीलनं कर्तव्यं भवति. यथा भवती उक्तवती तथैव तत्र माध्यमं, त्वया इति माध्यमं भवति. समीचीनम्. अस्तु, इदानीम् अग्रे सरामः तर्हि. तत्र हर्षितभगिनी भवती एव इदानीं तृतीया विभक्तिः. त्वया करणीयेन कर्तव्येन कार्येण श्रेयः प्राप्यते. हा, इदानीं तत्र त्वया इति करणीयेन कर्तव्येन सर्वं त्यजतु, तत्र कार्येण श्रेयः प्राप्यते. कार्येण श्रेयः प्राप्यते. महोदय, एतत् वाक्यं कर्मणि प्रयोगे एव अस्ति. अत्र अस्ति, समीचीनम्. कर्ता कार्येण तृतीया विभक्त्यन्त अस्ति, श्रेयः इति कर्म अस्ति, प्राप्यते प्राप्यते, श्रेयः प्राप्यते, कार्येण श्रेयः प्राप्यते, कर्तव्येन कार्येण श्रेयः प्राप्यते, अथवा करणीयेन कार्येण श्रेयः प्राप्यते, त्वया करणीयेन वा कर्तव्येन कार्येण श्रेयः प्राप्यते इति. हा, इति किन्तु समीचीनं भगिनि. हा, किन्तु तत्र साक्षात् कर्मणि प्रयोगः कुत्र अस्ति? कार्येण श्रेयः प्राप्यते. कार्येण इति कर्ता तृतीयन्त, त्वया इति कर्ता तृतीयन्त, आम्, त्वया श्रेयः प्राप्यते. त्वया श्रेयः प्राप्यते. श्रेयः इति कर्म प्रथमविभक्त्यन्त अस्ति. हा अस्तु, तत्र तत्र हा तत्र त्वया अस्तु त्वया श्रेयः प्राप्यते इति चिन्तयति भवति. अत्र महोदय करणीयेन वा कर्तव्येन कार्येण इति साधनमस्ति श्रेयः प्राप्तुम्. हा समीचीनं. हा अतः तत्र त्वया श्रेयः प्राप्यते इति साक्षात् कर्मणि प्रयोगः. त्वया इति कर्तृपदं, श्रेयः इति कर्मपदं, प्राप्यते इति कर्मणि रूपम् इति समीचीनं. हा तत्र नाम त्वं तत्र कर्तृरूपं वदतु. तत्र त्वं त्वं श्रेयं त्वं श्रेयं श्रेयः सकर मनः इति मनः मनः त्वं त्वं श्रेयः श्रेयः एव नपुंसकलिङ्गे नपुंसकलिङ्गे. तत्र मया बहु सम्भ्रमं भवति हलन्त शब्दाः सन्ति न तत्र. हा तत्र वारं वारं तत्र अभ्यासेन. आमां त्वं श्रेयः प्राप्स्यसि त्वं श्रेयः प्राप् सः श्रेयः प्राप्नोषि तत्र शकार आगच्छति. प्राप्नोषि त्वं श्रेयः प्राप्नोषि इति साक्षि कर्तृरूपं तस्य कर्मणि रूपं त्वया श्रेयः प्राप्यते. इदानीं तत्र केन माध्यमेन प्राप्यते श्रेयः इति अस्ति चेत् कार्येण कार्येण. हा इदानीं तत्र अत्र यत् कर्तृरूपम् उक्तवती तदेव भवतु, किन्तु मध्ये तत्र त्वया इति अपि कर्तव्येन कार्येण अपि तत्र माध्यममिति अस्ति खलु, अतः तस्य तृतीया एव भवतु. नाम त्वं श्रेयः प्राप्नोषि केन त्वं कर्तव्येन त्वं कर्तव्येन कार्येण श्रेयः प्राप्नोषि. हा इदानीं केन कर्तव्येन तदपि वदतु. त्वं केन कर्तव्येन तत् कर्तव्येन इति अस्ति नाम तत्र केन कर्तव्यं तत्र नाम त्वया कर्तव्येन त्वं त्वया कर्तव्येन कार्येण श्रेयः प्राप्नोषि भवति. नाम त्वया कर्तव्येन कार्येण इति. हा अस्तु अत्र प्रायश मास्तु. अस्तु अहं चिन्तितवन्तः महोदय तत्र किञ्चित् क्लेशः कार्येण एव माध्यमं खलु तत्र. सत्यं भगिनि श्रेयः प्राप्यते किन्तु त्वया करणीयम् अस्ति कार्येण श्रेयः प्राप्यते कीदृशेन इत्युक्ते त्वया करणीयेन इति भवति किन्तु श्रेयः तु कार्येण एव प्राप्यते खलु महोदय. सत्यं भगिनि तत्र किं भवति. हा उत्तमम् अतः एव तत्र अहं चिन्तितवान् प्रायश त्वया मास्तु इति. किन्तु यदि त्वया स्थापयामः किं भवति इति अपि वदामः तर्हि नाम एकं वाक्यं भवति तत्र त्वं कर्तव्येन कार्येण श्रेयः प्राप्नोषि इति. तत्र तु अर्थः कः इति अवगच्छामः खलु. त्वं कर्तव्येन कार्येण श्रेयः प्राप्नोषि. इदानीं तत्र कर्तव्यं कार्यं किमपि अस्ति खलु, तेन एव तत्र श्रेयः त्वं प्राप्नोषि. किन्तु तत्र कर्तव्यम् इति अस्ति, केन कर्तव्यम् इति प्रश्नः भवति खलु. अतः तत्र त्वया तत्र अत्र त्वया इति उपयोगं भवितुमर्हति. किन्तु अथवा इदानीं लोके एकः कार्यं करोति अन्यः श्रेयः प्राप्नोति खलु. अतः तत्र तस्मिन् अर्थे तत्र किं यज्ञदत्तः तत्र रामेण करणीयेन कार्येण श्रेयः प्राप्नोति तदपि भवितुमर्हति खलु. आम् आम् कारयति चेत् आम् महोदय. अतः तत्र केवलम् उदाहरणार्थं नाम तत्र त्वया एव भवितव्यम् इति नास्ति, किन्तु तत्र यदि अत्र अस्मिन् वाक्ये अर्थः तादृशः अस्ति अतः तत् त्वया एव स्थापयामः, तत्र किं भवति त्वया इति अस्ति इति कृत्वा तत्र किं भवति त्वयापि तृतीयविभक्त्यन्तम् अस्ति, करणीयेन कार्येण इति अपि तृतीयविभक्तिः अस्ति, किन्तु अतः भवत्याः प्रश्नः कः तत्र त्वया करणीयेन कार्येण इति तत्र सर्वं तृतीया अस्ति इति खलु. न अहं तत्र द्वितीयविभक्तौ अपि त्वया करणीयं कार्यम् इति अस्ति खलु महोदय, तत्र तत् त्वया करणीयं कार्यं शीघ्रं कुरु तथा एव इति तत्रापि भवति इति चिन्तितवती, त्वया करणीयेन कार्येण कर्तव्येन अथवा कार्येण श्रेयः प्राप्यते इति, अतः तत्र त्वया करणीयम् अस्ति सर्वत्र, किन्तु सत्यं तदेव अस्ति भगिनि, तदेव अस्ति भगिनि त्वया करणीयेन कार्येण श्रेयः प्राप्यते इति अस्ति, किन्तु तत्र किं भवति श्रेयः प्राप्यते इति तस्यापि तत्र प्राप्यते श्रेयः प्राप्यते, इदानीं श्रेयः प्राप्यते तत् कर्मणि रूपम् अस्ति खलु, साक्षात् कर्मणि रूपम् अस्ति खलु तत्र प्राप्यते इति. आम् अपि च तत्र तदेव तिष्ठति इत्युक्ते तत्र यदि कार्येण श्रेयः प्राप्यते इति वदामः चेत् तत् तिष्ठति, किन्तु श्रेयः प्राप्यते अस्ति चेत् तत्र वाक्य एतद् वाक्यं दृष्ट्वा तत्र केन श्रेयः प्राप्यते इति वदतु. कार्येण श्रेयः प्राप्यते भगिनी, भगिनी किञ्चित् वदामि वा, किञ्चित् वदामि वा, अद्य भगिनी अत्र भगिनी भवती सः इति कर्ता स्वीकरोतु, सः त्वया करणीयेन कार्येण श्रेयः प्राप्नोति. हा श्रेयः प्राप्नोति. हा अहं मन्ये सत्यं त्वया द्विवारम् आगच्छति चेत् किञ्चित् भ्रमं भवति मम कृते तु, अतः अहम् उक्तवती सत्यं भगिनि सत्यं तदेव अहम् अपि वक्तुम् इष्टवान्. हा शोभगिनी तत्र पूर्णवाक्यं किम् अस्ति तत्र कर्तृरूपं प्रथमतया वदामः तदा क्लेशः न अनुभूयते. कर्तृरूपं वदामि तत्र त्वं श्रेयः प्राप्नोषि, केन श्रेयः प्राप्नोषि त्वं, त्वया कर्तव्येन कार्येण त्वं श्रेयः प्राप्नोषि इति एव वाक्यस्य अर्थः खलु. त्वम् एव प्राप्नोषि, त्वया कर्तव्येन कार्येण त्वं श्रेयः प्राप्नोषि सत्यं. हा इदानीं तत्र किं भवति तत्र त्वया इति यत् लिखितमस्ति तद् करणीयेन कार्येण इति तत्र अन्तर्भूतः भवति न वा इति तत्र न दत्तं, तत्र अस्माकं तत्र किं रुचिः तत्र त्वया इति तत्र साक्षात् त्वया श्रेयः प्राप्यते इति भवति वा अथवा त्वया कर्तव्येन कार्येण, यदि भवती चिन्तयति त्वया कर्तव्येन कार्येण इति तत्र तादृशम् अस्ति किमपि, किन्तु तत्र साक्षात् द्विवारं तत्र त्वया इति स्थापयितुं शक्नुमः वयं, त्वया श्रेयः प्राप्यते, केन त्वया श्रेयः प्राप्यते त्वया कर्तव्येन कार्येण श्रेयः प्राप्यते. अस्तु यथा तत्र भगिनी भवती द्वितीयविभक्तिवाक्यं पठितवती खलु, तत्र कर्तृपदं दत्तम् आसीत् वा, न तत्र वयं स्थापितवन्तः त्वम् इति खलु, त्वम् इति स्थापितवन्तः, तथैव अत्रापि त्वया इति स्थापितुं शक्नुमः अत्र. किन्तु तत् क्लेशः भवति इति कृत्वा अहं तत्र अपि हर्षदा भगिनी तत्र अन्यत् उदाहरणं स्वीकृतवन्तौ. नाम तत्र रामेण कर्तव्यं कार्यम् अस्ति, तेन कार्येण त्वं श्रेयः प्राप्नोषि. नाम एकः कार्यं करोति, अन्यः श्रेयः प्राप्नोति तादृशम् अर्थे. तत्रापि यदि चिन्तयामः तत्र त्वया इति तत्र केन करणीयेन तेन करणीयं कार्यम्, अत्र एकं कर्तव्यपदं श्रेयः प्राप्यते केन इति, तत्रापि अन्यत् कर्तृपदं स्थापितुं शक्नुमः. समीचीनं वा भगिनि? चिन्ता महोदय. अस्तु अस्तु अस्तु, अग्रेसरामः. तर्हि तत्र द्वितीया तृतीया कृतवन्तः, तर्हि तत्र अग्रे तत्र ओ अस्तु, निवेदिता भगिनी नास्ति. अस्तु तर्हि तत्र सुजाता भगिनी तत्र पञ्चमी करोति वा, पठति वा पञ्चमी वा विभक्तिवाक्यम्? सुजाता भगिनी. आम् महोदय, क्षम्यतां महोदय. न न, अहं चिन्तितवान् तत्र प्रायः ध्वनि सम्यक् अस्ति न वा इति, तावत् सम्यक् अस्ति महोदय. अस्तु, पञ्चमी विभक्ति. त्वया करणीयात् कर्तव्यात् कार्यात् मा पाल् पलायताम् पलायताम् कार्यात् मा पलायताम्. समीचीनं, कार्यात् पलायताम्. किं करणीयं महोदय? वदतु भगिनि, कार्यात् इति तत्र विभक्ति का? तत्र पञ्चमी विभक्ति अस्ति. हा, पञ्चमी विभक्ति अस्ति, समीचीनम्. अपि तत्र फलायथाम् इति अस्ति, तदेव क्रियापदं. फलायथां क्रियापदमस्ति. फलायथां क्रियापदमस्ति. अस्तु, तर्हि तत्र फलायथाम् इति क्रियापदमस्ति, तत्र वचनं किम् अस्ति? फलायथां एकवचनमस्ति, न द्विवचनमस्ति. फलायताम् इति लकारः कः इति वदतु. फलायताम् लोट् लकारः अस्ति महोदय. न, क्षम्यताम्, लोट् लकारः अस्ति महोदय. लोट् लकारः अस्ति, समीचीनं. लोट् लकारः अस्ति, इदानीं तत्र लोट् लकारः अस्ति. इदानीं तत्र पुरुषः कः, प्रथमपुरुषः वा मध्यमपुरुषः वा? प्रथमपुरुषः अस्ति. मा पलायतु, पलायताम् पलायन्तु, प्रथमपुरुषः अस्ति महोदय. प्रथमपुरुषः अस्ति. अस्तु, वचनं किम् अस्ति? पलायतां, वचनं पलाय, द्विवचनम् अस्ति इति चिन्तनमस्ति भगिनि. समीचीनं, किन्तु तत्र यकारः एकवारमस्ति वा द्विवारम् अस्ति वा यकारः? द्विवारमस्ति महोदय. द्विवारं किमर्थमस्ति? तत्र साक्षात् क्रियापदं किं भवति? कर्मणि प्रयोगमस्ति महोदय. तत्र पलायते अथवा पलायते इति एव अस्ति खलु, यकारः एव यकारः अस्ति खलु क्रियापदे. आम् महोदय. किन्तु अत्र एकवारमेव अस्ति यकारः पलायते, किन्तु अत्र पलायते इति अस्ति, पलायताम् इति अस्ति. अतः तत्र किं भवति, एतत् कर्मणि रूपमस्ति पदा यथां तत्र पलायतां कर्मणि रूपम् अस्ति, वचनम् एकवचनम् अस्ति, एकवचनम् अस्ति. तत्र गच्छति इति अस्ति खलु, गच्छति तस्य कर्मणि रूपं किम् अस्ति, गम्यते. गम्यते इदानीं तत्र गम्यते इति तत्र लट् लकारः, लट् लकारः कर्मणि लट्, कर्मणि लोट् किमस्ति, गम्यताम्, गम्यताम् इति अस्ति. समीचीनं, हा तथैव अत्रापि तत्र पलायते, पलायते, पलायथा, कर्मणि लोट् अस्ति, कर्मणि लोट् अस्ति. अतः तत्र कस्मात् मा पलायताम्, कार्यात्, कार्यात्, कार्यात् मा फलायताम्, कीदृशं कार्यम्, कर्तव्यात् कार्यम्, हा कर्तव्यात् कार्यम् फलायताम्. तत्र त्वया इति अपि भवितुम् अर्हति, नाम तत्र त्वया करणीयम् अथवा कर्तव्यं कार्यमस्ति, तस्मात् मा फलायताम् इति तत्र भागद्वयं कुर्मः, त्वया करणीयं कार्यम् तस्मात् कार्यात् मा फलायताम् इति वाक्यद्वयं भवति. मेलनेन किं भवति, त्वया कर्तव्यात् कार्यात् मा फलायताम् इति भवति. अस्तु समीचीनं. तत्र मा फलायतं तत्र साक्षात् क्रियापदस्य तत्र कर्मणि लोट् अस्ति, प्रथमपुरुषरूपम् अस्ति, एकवचने अस्ति, एकवचने अस्ति, एकवचने अस्ति. समीचीनं, अस्तु समीचीनं भगिनि. हा अस्तु, अग्रे निवेदित, अग्रे निवेदित भगिनि, षष्टि विभक्ति करोति वा. त्वया करणीयस्य कर्तव्यस्य कार्यस्य आवलिं कुरु. तत्र तत्र कुरु इति अस्ति, ततः आरभ्य लघुवाक्यं कृत्वा आवलिं कुरु, त्वं त्वम् इति अपि स्थापयति. समीचीनं, त्वम् आवलिं कुरु, त्वं कार्यस्य आवलिं कुरु, त्वं कर्तव्यस्य कार्यस्य आवलिं कुरु. अत्रापि तत्र त्वया अपि स्थापितुं शक्नुमः खलु, नाम त्वं त्वया कर्तव्यस्य कार्यस्य आवलिं कुरु. समीचीनं, हा अर्थः भवत्या अवगतः खलु भगिनि. आम् आम्, हा नाम त्वया इति अस्ति, त्वया कर्तव्यस्य कार्यस्य आवलिं त्वं कुरु इति भवति. अस्तु समीचीनं, हा अतः तत्र कुरु इति साक्षात् क्रियापदं, त्वं कुरु इति, त्वम् इति कर्तृपदं, यत् त्वया कर्तव्यस्य कार्यस्य इति अस्ति तद् तत्र आवलिं कीदृशम् इति तस्य विवरणे अन्तर्भूतः भवति. अस्तु समीचीनं भगिनि, हा अस्तु. अग्रे नरेश् महोदय, सप्तमी विभक्ति इदानीं. महोदय, त्वया करणीये कर्तव्ये कार्ये तव श्रद्धा आवश्यकी. अत्र तु त्वया करणीये अस्ति, कार्ये तदपि सप्तमी विभक्ति अस्ति, श्रद्धा आवश्यकी. इदानीं तत्र साक्षात् तत्र साक्षात् क्रियापदं, साक्षात् क्रियापदम् अस्ति नास्ति इति चिन्तयतु महोदय. तत्र नास्ति, किं क्रियापदं स्थापयति भवान. आवश्यकी अस्ति, आवश्यकी अस्ति, अतः तत्र किम् अस्ति, श्रद्धा अस्ति, आवश्यकी अस्ति, श्रद्धा अस्ति, श्रद्धा अस्ति, श्रद्धा आवश्यकी अस्ति. आवश्यकी इति विशेषणं भवति श्रद्धा कीदृशी श्रद्धा आवश्यकी कस्य श्रद्धा आवश्यकी तव श्रद्धा तव श्रद्धा आवश्यकी इति समीचीनम् इदानीं श्रद्धा आवश्यकी इति अस्ति चेत् तत्र साधारणतया तत्र विश्वासः श्रद्धा तत्र भाववाचकः तत्र अस्ति चेत् तत्र कस्याः तत्र विभक्तेः प्रयोगः भवति षष्टि न न तत्र विश्वासः अपि श्रद्धा सप्तमी सप्तमी हा तत्र तत्र भगवती मम विश्वासः अस्ति तथा एव तत्र कार्ये कार्ये तव श्रद्धा आवश्यकी अस्ति कीदृशे कार्ये कर्तव्ये कार्ये कर्तव्ये कार्ये केन कर्तव्ये कार्ये त्वया हा कर्तव्ये कार्ये तव श्रद्धा आवश्यकी अस्ति हा इति तत्र यदि भागद्वयं कुर्मः त्वया कर्तव्यं कार्यम् अस्ति तस्मिन् कार्ये तव श्रद्धा आवश्यकी अस्ति त्वया कर्तव्यं करणीयं कार्यम् अस्ति तस्मिन् कार्ये तव श्रद्धा आवश्यकी अस्ति मिलित्वा त्वया कर्तव्ये कार्ये तव श्रद्धा आवश्यकी अस्ति इति अस्ति अस्तु एतावत् तत्र कोऽपि प्रश्नः तत्र तत्र केवलं प्रथमविभक्तिरूपम् एव भवति इति नास्ति इति कृत्वा तत्र अस्तु तत्र वयमपि किञ्चित् कुर्मः तत्र तत्र छात्रेण पठनीयः ग्रन्थः अस्ति छात्रेण पठनीयः ग्रन्थः अस्ति इदानीं तत्र त्वं पश्यतु इति कुर्मः तत्र वेदा भगिनी छात्रेण पठनीयः ग्रन्थः अस्ति त्वं ग्रन्थं पठतु त्वं ग्रन्थं पठ त्वं ग्रन्थं पठ त्वं ग्रन्थं किं किं वदते त्वं त्वं ग्रन्थं पश्य अथवा आनय अथवा एतत् आनय आनयति कुर्मः भगिनि हा त्वं छात्रेण पठनीयः ग्रन्थः अस्ति त्वं ग्रन्थम् आनय तद् ग्रन्थम् आनय तद् न ग्रन्थः इति पुल्लिङ्गे अस्ति खलु आम् आं सत्यं तं ग्रन्थम् आनय तं ग्रन्थम् आनय इदानीं तत् सर्वं मिलित्वा भागद्वयमस्ति किन्तु एकं वाक्यं वदतु त्वं छात्रेण त्वं छात्रेण समीचीनं पठनीयं ग्रन्थम् पठनीयं ग्रन्थम् आनयतु आनय त्वम् इति अस्ति अतः आनय आनय आम् आनय भवान् अस्ति चेत् भवान् आनयतु सत्यं समीचीनं हा तथैव अस्ति हा तत्र प्रश्नः अस्ति वा न समीचीनं समीचीनं हा तत्र छात्रेण पठितव्यः ग्रन्थः अस्ति ते सर्वे विशेषरूपम् अस्ति तत्र छात्रेण पठनीयं पुस्तकं छात्रेण पठनीयं काव्यं ग्रन्थम् एतत् सर्वे विशेषणविशेषभावे अस्ति तत्सर्वम् इति अस्ति समीचीनं हा अस्तु इदानीं तत्र तादृशम् अन्यत् अपि कुर्मः तर्हि तत्र शोभा भगिनी तत्र द्वितीयविभक्तिरूपं तत्र पत्रिका पठनीया अस्ति छात्रेण पठनीया पत्रिका अस्ति तां पत्रिकां प्रेषयतु इदानीं तत्र पूर्णवाक्यं तत्र वदतु. अस्तु, तत्र छात्रेण पत्रिका पठनीया अस्ति, तां पत्रिकां प्रेषयतु वा. छात्रेण पठनीया पत्रिका तां प्रेषयतु. न न न, इदानीं तत्र छात्रेण पठनीया पत्रिका अस्ति, तत्र पत्रिकां प्रेषयतु, भवान् अथवा भवती प्रेषयतु इति. अस्तु, भवान् किम् अथवा कां प्रेषयतु? भवान् तां प्रेषयतु, भवान् तां पत्रिका प्रेषयतु. ताम् इति अस्ति चेत् पत्रिका इति न भवति खलु, किं भवति? तत्र ताम् इत्युक्ते भवतीम् इति वा महोदय? न न न, प्रेषयतु इति सकर्मकक्रियापदं खलु, अतः तत्र भवान् प्रेषयतु. क्षम्यतां, प्रश्नः पुनः वदतु महोदय कृपया. तां पत्रिका इति उक्तवती वा अथवा तां पत्रिकाम् इति उक्तवती वा भवती? पत्रिकाम् इति मन्ये. अस्तु अस्तु, हा तर्हि प्रश्नः नास्ति. अस्तु अस्तु, हा तां पत्रिकां प्रेषयतु. हा इदानीं तत्र कीदृशं पत्रिकाम् इति पुनः प्रश्नः अस्ति चेत्, तत्र छात्रेण एव वा, छात्रेण पठनीया पत्रिकां प्रेषयतु. तत्र पुनः भगिनि, तत्र छात्रेण अनन्तरं किं पदमासीत्? छात्रेण अनन्तरम् अस्तु, पुनः वाक्यं वदतु भगिनि, पुनः कृपया महोदय. पुनः भवत्याः वाक्यं पुनः वदतु भगिनि. न, वस्तुतः कृपया तत्र प्रश्नं पुनः पृच्छतु महोदय. न न न, भवती तत्र वाक्यम् उक्तवती तदेव, नाम भवान् प्रेषयतु, कां प्रेषयतु अथवा किं प्रेषयतु इति अस्ति चेत् तत्र पत्रिकां प्रेषयतु खलु. इदानीं तत्र पत्रिका कीदृशी अस्ति? छात्रेण पठनीया पत्रिका अस्ति खलु. छात्रेण पठनीया पत्रिका अस्ति, भवान् तां पत्रिकां प्रेषयतु इति अस्ति. किन्तु तत्र पत्रिकाम् इति अस्ति, भवान् पत्रिकां प्रेषयतु. कीदृश तत्र पत्रिकाम् इति स्थाने किञ्चित् छात्रेण एतत् सर्वं स्थापयतु तत्र. छात्रेण पठनीया पत्रिका भवान् तां प्रेषयतु इति वा? इति भागद्वयम् आसीत् भगिनि, तत्र छात्रेण पठनीया पत्रिका अस्ति यथा तत्र तत्र वेदा भगिनी पुनः एकवारं वेदा भगिनी भवती यद् उक्तवती तत् पुनः एकवारं वदति वा तत्र. छात्रेण न न, छात्रेण पठनीयः ग्रन्थः अस्ति. पठनीयग्रन्थः अस्ति, ग्रन्थं त्वम् आनय, त्वं ग्रन्थं पठनीयं ग्रन्थम् आनय. तत्र भागद्वयं किम् आसीत्? छात्रेण पठनीयः ग्रन्थः अस्ति, त्वं ग्रन्थम् आनय इति वाक्यद्वयम् आसीत्. मिलित्वा भवती किम् उक्तवती? त्वं छात्रेण छात्रेण पठनीयं ग्रन्थम् आनय. छात्रेण पठनीयं ग्रन्थम् आनय इति उक्तवती. समीचीनं. हा इदानीं शोभा भगिनी, क्षम्यतां महोदय, अहं न श्रुतवती. तर्हि तत्र छात्रेण पठनीया पत्रिका अस्ति इति वा? छात्रेण पठनीया पत्रिका अस्ति, त्वं भवान् पत्रिकां प्रेषयतु, भवान् पत्रिकां प्रेषयतु. अस्तु, किं भवति वाक्यं? किं भवति? छात्रे भवान् छात्रेण पठनीया पत्रिकां प्रेषयतु इति एव भवति इति अपि भवितुम् अर्हति. भवान् छात्रेण पठनीया पत्रिका तां प्रेषयतु इति वा? न न न, किन्तु यदि भवान् प्रेषयतु अस्ति चेत् मध्ये कर्मपदम् अपेक्षितं खलु भगिनि? केवलं ताम् इति न भवति खलु. ताम् इति अस्ति चेत् काम् इति, ताम् इत्युक्ते काम् पत्रिका खलु, खलु तां पत्रिकां प्रेषयतु इति वा? हा पत्रिकां, तत्र द्वितीयविभक्त्यन्तरूपम् अपेक्षितं खलु भगिनि, तावदेव. नाम भवान् छात्रेण पठनीयां पत्रिकां प्रेषयतु इति भवेत् खलु. अस्तु, द्वितीयाविभक्ति उक्तवान् खलु, द्वितीयाविभक्ति इति वार्ता खलु, अतः अस्तु महोदय. हा भवान् छात्रेण पठनीयां पत्रिकां प्रेषयतु. समीचीनं वा इदानीं? हा समीचीनं महोदय. हा तत्र केवलं तत्र द्वितीयविभक्त्यन्तं भवेत् यतोहि कर्मपदम् इति, तावदेव. अस्तु, इदानीं तत्र तृतीयविभक्ति किञ्चित् क्लेशकरम् आसीत् अतः तद् इदानीं त्यजामः. तत्र तत्र वर्गस्य अनन्तरं पृच्छामि महोदय. अस्तु अस्तु भगिनि, तदेव. अस्तु अस्तु, अन्यत् इदानीं पञ्चमीविभक्ति कुर्मः तर्हि. तत्र फलायताम् इति एव आसीत्, किन्तु तत्र अन्यत् कुत्र पञ्चमीविभक्ति भवति? पञ्चमीविभक्तिरूपं कुत्र कुत्र भवति, कोऽपि स्मरति वा पञ्चमीविभक्तेः प्रयोगः प्रयोगस्य उदाहरणम्? वृक्षात् फलं पतति. समीचीनम्, अस्तु अस्तु. हा अस्तु, तर्हि तत्र समीचीनं भगिनि. हा अस्तु, तत्र हा वृक्षात् फलं पतति, समीचीनम्. अस्तु, तत्र अद्य अग्रे कः करोति? शोभा भगिनी उक्तवती तत्र. अस्तु, हर्षदा भगिनी. हा तत्र महिलया पालनीयः वृक्षः अस्ति. महिलया पालनीयः वृक्षः अस्ति, तस्मात् फलं पतति, तस्मात् वृक्षात् फलं पतति. हा इदानीं सर्वं मिलित्वा वाक्यं वदतु. महिलया पालनीयात् वृक्षात् फलं पतति इति एव अस्ति. हा अवगतं खलु. इदानीं तत्र अन्य विभक्तिरूपं भवति चेत् कथं भवति इति? आमामाम् आमाम् अवगतवती महोदय, किन्तु वयं यदा तत् विभक्तेः वाक्यानि कृतवन्तः तदा अपि चतुर्थी न कृतवन्तः. इदानीं चतुर्थी विभक्ति न कृतवन्तः. तत्र चतुर्थी अपि स्थापयितुं शक्नुमः, एतदेव तत्र. अस्तु, तत्र चतुर्थीरूपं कोऽपि करोति वा? चतुर्थीरूपं सुलभमेव अस्ति. कोऽपि छात्राय पुस्तकं ददातु. समीचीनं. हा इदानीं किं भगिनि भवती करोति वा? अस्तु, करोतु भगिनि. भवता नमस्करोमि. किं भगिनि श्रूयते वा? न श्रूयते वा महोदय? श्रूयते भगिनि, श्रूयते. हा वदतु भगिनि. भवता भवते नमस्करोमि इति भवति न? भवते नमस्करोमि, नमः नमः भवते नमः. हा भवते नमः. हा नाम नमस्करोमि इति अस्ति चेत् तत्र भिन्नः कर्मपदं भवेत्. नमः इति अस्ति चेदेव चतुर्थी विभक्तिः. रामाय नमः, रामं नमस्करोमि. अस्तु अस्तु महोदय. देवं नमस्करोमि, किन्तु रामाय नमः इति. अतः तत्र छात्राय पुस्तकं ददामि इति भवति चेत् हा अथवा तत्र पुस्तकं ददामि तत्र छात्राय इति स्थाने तत्र वृक्षः अस्ति वृक्षाय जलं ददामि नाम जलं तत्र वृक्षाय ददामि नाम तत्र प्रतिदिनं तत्र जलं तत्र वृक्षाय तत्र जलं ददामि वृक्षाय जलं ददामि तत्र वृक्षः कीदृशः महिलया पालनीयः वृक्षः अस्ति तस्मै वृक्षाय अहं जलं ददामि केवलं तत्र उदाहरणार्थं तत्र महिलया महिलया पालनीयाय वृक्षाय जलं ददामि इति भवति वा इति भवति पालनीयाय वृक्षाय अहं जलं ददामि आम् आम् इति भवति अतः तत्र चतुर्थीरूपं तत्र अन्य कोऽपि करोति वा प्रथमतया तत्र किमपि तत्र वाक्यद्वयं यदि कुर्मश्चेत् सुलभः भवति महोदय तत्र पुत्रेण खादनीयाय भोजनाय सिद्धता करोतु इति भवति वा हा तादृशं हा तादृशं समीचीनं हा हा हा तथैव अस्ति हा हा हा हा तथैव हा अथ वाक्यं वदतु तर्हि हा तादृशसन्दर्भे अपि भवति तस्मिन् सन्दर्भे अपि भवति हा अस्तु महोदय तर्हि वाक्यं तत्र पुत्रेण खादनीयाय भोजनाय पाकं करोतु इति तत्र सिद्धता भवेत् हा सिद्धता भवेत् अथवा पाकं करोतु इति अपि भवति वा पाकं हा भोजनाय पाकं करोतु अथवा अस्तु भोजनाय पाकं करोतु अस्तु तदपि प्रायशः भवति किन्तु तादृश अर्थे अतः तत्र हा भोजनाय अथवा वृक्षाय किमपि किन्तु तादृश तत्र वृक्षः अथवा भोजनं तस्मिन् तत्र तव्यत् अनीयर्विवरणे भवति तावदेव अतः तत्र बहुषु सन्दर्भेषु भवति खलु चतुर्थी विभक्ति किमर्थं चतुर्थी विभक्ति अत्र न स्थापितमिति न जानामि अस्तु हा यतोहि प्रायशः तत्र ते तत्र सर्वदा तत्र कार्यं कार्यं कार्यम् इति एव स्वीकृतवन्तः खलु तत्र कर्तव्यं कार्यं कर्तव्यं कार्यं कर्तव्येन कार्येण कर्तव्यात् कार्यात् कर्तव्यस्य कार्यस्य कर्तव्ये कार्ये अत्र किं भवति तत्र कर्तव्याय कार्याय इति कोऽपि वा किमपि वाक्यं न भवति इति मन्ये अतः तत्र त्यक्तवन्तः इति मन्ये महोदय न भवति वा महोदय कर्तव्याय कार्याय समयः दातव्यः ओ अस्तु मम पुस्तके अस्ति महोदय इदानीं चतुर्थी अस्ति वा तत्र महोदय अस्ति अतः एव अहं पृष्टवती अस्तु अस्तु समीचीनं मम पुस्तके नास्ति अस्तु कर्तव्यं पुस्तके अस्ति भवान् भवतः समीपे पुरातनपुस्तकम् अस्ति वा आमामामामाम् महोदय अहम् एकं वा भिन्नं वाक्य कर्तुं प्रयत्नं कृतवती पठामि वा वदतु भगिनि हा कविना कीर्त्यै लेखनीयायै कवितायै जनाः पठन्ति न जानामि सम्यक् अस्ति वा न पुनः कविना कविना कीर्त्यै लेखनीयायै कवितायै जनाः पठन्ति जनाः पठन्ति जनाः किं पठन्ति कीर्त्यै कवितायै न किन्तु पठन्ति इति अस्ति तत्र कर्मपदं भवेत् खलु आ... निरीक्षा कुर्वन्ति इति भवति वा अन्ते निरीक्षां कुर्वन्ति तद् भवति किन्तु चतुर्थी तत्र चतुर्थी चतुर्थी अस्ति खलु तत्र चतुर्थी अस्ति चेत् हा प्रायश किञ्चित् परिवर्तनं करणीयं भवति भगिनि अहं प्रयत्नं करोमि महोदय गणे स्थापयामि अस्तु अस्तु अस्तु नरेश् महोदय वाक्यमासीत् वा तत् लैक् कीर्तयै लेखनीयायै कवितां पठतु तत्र कवितां तु कर्मपदम् अस्ति पूर्वं कीर्तयै लेखनीयायै तत् चतुर्थी विभक्तिः अस्ति किन्तु तत्र अर्थः कः भवति तादृशं नाम तत्र कीर्त्यै लेखना कीर्त्यै नाम कविः न कविः कीर्त्यर्थं लिखति इति वा भगिनि हर्षदमर्थं लिखति कविः यत् कविता कीर्त्यर्थं लिखति या कविता कीर्त्यर्थं लिखति सा कविता जनाः पठन्ति इति इष्टवती तां कवितां पठन्तु हा किन्तु तत्र किं भवति तत्र कीर्तिः इति भिन्ना भवति अपि कविता इति भिन्ना भवति अत्र किं भवति तत्र चतुर्थी महोदय यदा प्रवेश पाठ्यक्रमे वयं चतुर्थी कृतवन्तः न तदा तत्र आसीत् न कीर्त्यै समीचीनं किन्तु तत्र समीचीनमस्ति किन्तु तत्र अत्र वयमपि अनियर्तव्यतपि स्थापितुम् इच्छामः खलु अतः तत्र किञ्चित् भिन्नवाक्यम् अपेक्षितम् अहं चिन्तयित्वा गणे प्रेषयामि महोदय करोतु प्रयत्नं करोमि करोतु भगिनि अस्तु तर्हि तत्र सर्वे कृतवन्तः वा एतावत् तत्र तत्र अन्यत् किमपि वाक्यं कोऽपि कर्तुमिच्छति वा नो चेत् तत्र अग्रे सरामः तर्हि तत्र वयं पेज् 152 मध्ये अभ्यासः द्वितीय अभ्यासः गतवर्गे कृतवन्तः इति मन्ये इदानीं तत्र 153 तत् सर्वं वयं परिशीलितवन्तः यथा तत्र 153 मध्ये कोऽपि प्रश्नः नास्ति इति मन्ये अतः अग्रे वयं गन्तुं शक्नुमः खलु द्वितीयाभ्यासः कृतवन्तः वा महोदय आं भगिनि इति चिन्तयामि नो न वा क्रीडनीयं रक्षणीयं देवेन रक्षणीयम् आं भगिनि कृतवन्तः अहं चिन्तयामि कृतवन्तः लेखकेन लेखनीयम् इति तत्सर्वं तत्र हा कृतवन्तः तत्र कृतवन्तः हा तत्र एतदपि आसीत् खलु नाम तत्र वंशीसुता भगिनी एव उक्तवती इति मन्ये तत्र सेट् भवति तत्र खलु क्रीडनीयं क्रीडितव्यं तत्र खादनीयं खादितव्यं तत्र सेट् इडागमः भवति तत्सर्वम् उक्तवती खलु गतवर्गे अतः एतम् अभ्यासं कृतवन्तः भगिनि वयम् अतः इदानीं तत्र पेज् 154 तृतीय अभ्यासः इति मन्ये अस्तु तर्हि तत्र सुजा नरेश् महोदय आरम्भं करोति वा तर्हि आं महोदय अधस्तनकोष्ठकात् कः गुणः वर्धनीयः कः अवगुणः त्यक्तव्यः इति वदत अत्र गुणः दत्तम् अस्ति अपि च अवगुणः उदाहरणमस्ति मया ज्ञानं वर्धनीयम्. ज्ञानं वर्धनीयव्या. पेज् 154 भगिनि अग्रिमे पुटे. अस्माकं पुस्तके नास्ति. नास्ति वा? किम् अस्ति भवत्याः पुस्तके? कोष्ठकस्थशब्दानां साहाय्येन तव्यत् अनियप्रत्ययान्तस्य उचितरूपम् उपयुज्य यथोदाहरणं वाक्यानि रचयत इति अस्ति अस्माकं पुस्तके. इति वा? अस्तु अस्तु अस्तु अस्तु. एकनिमिषः भगिनि, तर्हि तत्र एकनिमिषः तत्र अस्तु. तत्र एकनिमिषः तत्र भगिनि, तत्र अहं तत्र एतत् प्रेषयामि, तत्र वाट्सप् गणे प्रेषयामि भगिनि. आमां महोदय, कृपया. प्रेषितवान् भगिनि. प्राप्तं वा? आमाम्, आं महोदय, प्राप्तम्. अस्तु, तत्र उदाहरणमस्ति, मया ज्ञानं वर्धनीयम् अपि च ममता त्यक्तव्या. अन्य वर्धनीयः अस्ति भक्तिं. मया भक्तिं वर्धनीयम्. महोदय सम्यक्तया वदतु. अत्र मया ज्ञानं वर्धनीयम् अस्ति, तत्र किमर्थं वर्धनीयम् इति रूपम् आसीत्? नपुंसकलिङ्ग अस्ति ज्ञानम्. इदानीं तत् मया भक्तिः भक्तिः वर्धनीया. हा, भक्तिः स्त्रीलिङ्गम् अस्ति, समीचीनं. स्त्रीलिङ्गपदम् अस्ति. हा, मया भक्तिः वर्धनीया. वर्धनीया इति अस्ति, समीचीनं. इदानीं तत्र अवगुणम् उपयुज्य एकं वाक्यं. दर्प अस्तु मम मया मया दर्पः त्यक्तव्यः. समीचीनं. हा, मया भक्तिः वर्धनीया, मया दर्पः त्यक्तव्यः. समीचीनं महोदय. हा, अस्तु, अग्रे तत्र निवेदित भगिनि अग्रे. पेज् 154 मध्ये भगिनि, अथवा अनन्तरं करोति चेत् अन्य कोऽपि करोतु. तर्हि तत्र वेदा भगिनि अग्रे करोति वा? आं महोदय. मया उत्साहः वर्धनीयः. उत्साहः वर्धनीयः, समीचीनं. मया मोहः त्यक्तव्यः. मोहः त्यक्तव्यः, समीचीनं भगिनि. मया मोहः त्यक्तव्यः, मया उत्साहः वर्धनीयः, समीचीनं. हा, उत्तममस्ति. अस्तु, अग्रे शोभा भगिनि अग्रे. आं महोदय, मया स्मृतिः वर्धनीया, अपि च वर्धनीया, समीचीनं. तत्र किमपि तत्र हा महोदय, तत्र दीर्घसूत्रता इति इत्युक्ते किं महोदय? दीर्घसूत्रता, हा, एतद् न जानामि भगिनि. हा, द्रष्टव्यमस्ति. दीर्घसूत्रता किम् अस्ति? हा, न जानामि भगिनि. फोर्सैट् वा? ओ हा, समीचीनं, तद् भवेत् भगिनि. हा हा हा, फोर्सैट्, अस्तु. हा, तर्हि तत्र किं मोहः तत् कृतं द्वेषः त्यक्तव्यः. हा, अस्तु, तत् तर्हि वाक्यं मया क्षान्तिः अपि भवति. अस्तु, क्षमतां. मया स्मृतिः वर्धनीया, द्वेषः त्यक्तव्यः. त्यक्तव्यः समीचीनम् इत्युक्ते किं महोदय धृति वा किं भगिनि किं वर्धनीय धृति वा स्मृतिः ओ स्मृतिः ओके इत्युक्ते तत्र वेद वा वेदविषये वा न न स्मृति स्मृति स्मृति इत्युक्ते केवलं तत्र तत्र स्मरणशक्तिः स्मरणशक्ति स्मृतिः इति किन्तु स्मृतिः तस्य अर्थः नाम स्मृति इत्युक्ते तत्र वेदम् एतत् सर्वं तदपि भवति किन्तु अत्र स्मृतिः इत्युक्ते स्मरणशक्तिः इति अर्थे इति मन्ये तत्र तत्र स्मृतिः वर्धनीयम् इति न भवति अतः तत्र स्मरणम् इति एव इति मन्तवती न समीचीनं मया स्मृतिः वर्धनीया सत्यमेव अस्तु अग्रे तर्हि तत्र हर्षिता भगिनी अग्रे मया धर्मनिष्ठा वर्धनीया मया आसक्तिः त्यक्तव्या समीचीनं समीचीनं समीचीनं भगिनि धर्मनिष्ठा वर्धनीया आसक्तिः त्यक्तव्या समीचीनम् अस्तु महोदय किं भगिनि आसक्तिः त्यक्तव्या परन्तु न गच्छति तदेव अस्ति खलु भगिनि तत्र जीवने तत्र आसक्तिः बहुत्र भवति सत्यं भगिनि तद् सुलभतया न कर्तुं शक्नुमः वयम् आसक्तिः सुलभतया आगच्छति तस्य आसक्तिः तु सहज अस्ति न सहज अस्ति सत्यं भगिनि सहजा सहजा अस्ति आमां सहज सहजा अस्ति सहजा अस्ति महोदय गच्छति दीर्घसूत्र इत्युक्ते स्लो प्रोसेस् इति स्लो इति टीडियस् ओ टीडियस् दीर्घसूत्र इति दत्तम् अस्तु अस्तु अतः तत्र दीर्घसूत्रतः तस्य भावः टीडियस्नेस् टीडियस् अथवा स्लोनेस् स्लोनेस् स्लोनेस् इन् डूयिङ्ग् मराठीभाषायां महोदय वयं वदामः चैष्टपणम् चैष्टपण मीन्स् यु नो वन् काण्ट् कम् औट् आफ् संथिङ्ग् तत्र एव तिष्ठति अस्तु अस्तु सुलभतया तत्र न बहिः आगन्तुं न सुलभतया न आगन्तुं शक्नुमः अस्तु तत् चैष्टपण इति समीचीनं कस्मिन् भाषे भगिनि चैष्टपणः मराठी मराठीभाषायां अहं मराठीभाषिका अस्मि महोदय अस्तु अस्तु भगिनि अस्तु अस्तु अस्तु गुजरात् मध्ये निवसति किन्तु मराठी न न अहं मुम्बै मध्ये महाराष्ट्रमध्ये निवसामि मराठीभाषा संस्कृतभाषोद्भव एव अस्ति न संस्कृतभाषोद्भव एव अस्ति बहु समानता अस्ति तत्र सत्यं सत्यं अतः तद् दीर्घसूत्रता शब्दः यत् अस्ति न वयम् अपि उपयोजयामः ओ अस्तु अस्तु अस्तु अस्तु उदाहरणं किमपि स्मरति वा भगिनि मराठीभाषायां वक्तुं शक्नोमि परन्तु भवन्तः स्मरते ज्ञातुं न शक्नुमः अस्तु चिन्ता मास्तु अस्तु तर्हि अग्रे तत्र सुजाता भगिनी भवती वाक्यं करोति वा अहं न प्राप्तवती महोदय भवती तत्र वाट्साप् गणे नास्ति वा भगिनि नास्ति मन्ये महोदय मैतु अहं न प्रेषितवान् वा अहं न प्रेषितवान् ओ क्षम्यतां भगिनि मम दोषः अस्तु अस्तु तर्हि तत्र प्रायशः तत्र तत्र वर्धनीयं तत्र अहमेव तत्र किमपि वदामि तत्र यथा नरेन्द्रमोदी उक्तवान् तत्र मया ज्ञानं वर्धनीयं इति अस्ति तादृश तत्र भवति तत्र एतत् किं किं किं किं तत्र हा शमः शमः अथवा यद् भवती जानाति तत्र बलं हा तत्र बलम् इति तत्र बलं वर्धनीयं वा त्यक्तव्यं वा बलं वर्धनीयम् अतः मया बलं वर्धनीयं तत्र क्रोधः वर्धनीयः वा अथवा त्यक्तव्यः वा क्रोधः त्यक्तव्यः हा अतः मया क्रोधः त्यक्तव्यः हा मया क्रोधः त्यक्तव्यः इति समीचीनं हा तावदेव अस्ति अत्र तत्र एकविंशतिवाक्यानि इति दत्तम् अस्ति किन्तु हा अनेकानि वाक्यानि तत्र न कर्तुं शक्नुमः इति मन्ये हा अस्तु तर्हि हा अस्तु तत्र तावदेव अद्य कुर्मः तत्र अग्रिमे सप्ताहे हा क्षम्यताम् अग्रिमे सप्ताहे तत्र पुनः तत्र किं तत्र प्रयासः अस्ति तत्र अतः तत्र अग्रिमे सप्ताहे साक्षात् अस्मिन् समये अहं तत्र विमाने भविष्यामि अतः तत्र वर्गः न कर्तुं शक्नोमि हा वर्गः अग्रिमे सप्ताहे न भवति किन्तु तस्मात् तदनन्तरं वर्गः भवति हा केवलं तत्र अग्रिमे सप्ताहे अस्तु तर्हि तत्र नरेश महोदय तत्र अन्ते तत्र शान्तिमन्त्रं वदति वा महोदय आं महोदय ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः महोदय